पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 32 महादेव उवाच दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणं मघवाजातसङ्कल्पपर्यपृच्छत् बृहस्पतिं भगवन् केन दानेन सर्वतः सुखमेधते यदक्षयं महार्घं च तन्मे ब्रूहि महातपः एवमिन्द्रेण चोक्तोऽसौ देवदेवः पुरोहितः प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचः हिरण्यदानं गोदानं भूमिदानं च वासव एतत् प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव सर्वमेव भवेत् दत्तं वसुधां यः प्रयच्छति फालकृष्टां महीं दत्त्वा सबीजां सस्यमालिनीं यावत् सूर्यकृतालोकस्तावत् स्वर्गे महीयते यत्किञ्चित् कुरुते पापं पुरुषो वृत्तिकर्षितः अपि गोचर्ममात्रेण भूमिदानेन शुध्यति दशहस्तेन दण्डोऽत्र 30 दण्डानि वर्तनम् दशतान्येव गोचर्म ब्रह्मगोचर्मलक्षणं सवृषं गोसहस्रं तु यत्र तिष्ठत्ययन्द्रितं बालवत्सप्रसूदानां तद्गोचर्म इति स्मृतं विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेन्द्रियाय यावन्मही तिष्ठति सागरान्ता तावद्फलं तस्य भवेदनन्तम् यथाप्सु पतितशक्रतैलबिन्दुः प्रसर्पति एवं भूमिकृतं दानं सस्ये सस्ये प्रसर्पति यथा बीजानि रोहन्ति प्रचीर्णानि महीतले एवं कामान् प्ररोहन्ति भूमिदानसमन्विताः अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान् भवेद् स नरः सर्वतो भूयो यो ददाति वसुन्धरां यथा गौर्भरदेवत्सं क्षीरमुत्सृज्य क्षीरिणी एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् शङ्खो भद्रासनं छत्रं वराश्ववरवारणाः भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरन्दर आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् आस्फोटयन्ति पितरो वर्णयन्ति पितामहाः भूमिदादाकुले जातः स त्रादा भविष्यति त्रीण्या हुरदिदानानि गाभपृथ्वी सरस्वती नरका दुर्धरन्त्येते जपवापनदोहनाद् दुर्गतिं तारयन्त्येते विद्वद्भिर्विप्रधारणैः प्रावृता वस्त्रदायान्ति नग्ना यान्दिस्त्ववस्त्रदाः तृप्ता यात्यन्नदातारः क्षुधिता यान्त्यनन्नदाः काङ्क्षन्ति पितरः सर्वे नरकाद्भयभीरवः गयां यास्यति यः पुत्रः सनस्त्रादा भविष्यति येष्टव्या बहवः पुत्रा यद्ये कोऽपि गयां व्रजेद यजेद वाश्वमेधेन नीलं वा वृषमुत्सृजेद लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः श्वेदखुरविषाणाभ्यां स नीलो वृष उच्यते नीलः पाण्डुरलाङ्गूलस्तोयमुद्धरदे तु यः षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः यच्च शृङ्गगदं पङ्गं कुलं तिष्ठति चोद्धृतं पितरस्तस्य चाश्नन्ति सोमलोकं महाद्युतिम् आसीद्राज्ञो दिलीपस्य मृगस्य नहुषस्य च अन्येषां तु नरेन्द्राणां पुनरन्यो न गच्छति बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ब्रह्मघ्नो वाधस्त्री हन्ता बालघ्नः पतितोऽधवा गवां शतसहस्राणि हन्ता तत्तस्य दुष्कृतं स्वदत्तां परदत्तां वा यो हरेत्तु वसुन्धरां गवां शतसहस्राणि हन्ता तत्तस्य दुष्कृतम् स्वदत्तां परदत्तां वा यो हरेतु वसुन्धरां स च विष्टाकृमिर्भूत्वा पितृभिः सह पच्यते षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः प्रकर्ता चानुमन्ता च तावद्वै नरकं व्रजेद भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान् ऊर्ध्वाधस्तौ च तिष्ठेते यावदाभूदसंप्लवम् अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः तेषाम् अनन्तं फलमश्नुवीद यः काञ्चनं गाञ्च महीं च दद्याद भूमिं यः प्रतिगृह्णादि यश्च भूमिं प्रयच्छति उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ अन्यायेन हृदा भूमिर्यैर्नरैरपहारिता अरन्दो हारयं तश्च हन्युस्ते सप्तमं कुलम् हरेद्धारयदे यस्तु मन्दबुद्धिस्तमो वृतः सबद्धो वारुणै पाशैस्तिर्यज्ञोनिषु जायते अशुभिः पतितैस्तेषां दानानामवकीर्तनम् ब्राह्मणस्य कृते क्षेत्रे हदं त्रिपुरुषं कुलं वापीकूपसहस्रेण अश्वमेधशतेन च गवां कोटिप्रदानेन भूमि हर्ता न शुध्यति कृतं दत्तं तपोधीतं यत्किञ्चिद्धर्मसंस्थितम् अर्धाङ्गुलस्य सीमाया हरणेन प्रणश्यति गोतीर्थं ग्रामरध्यां च श्मशानग्राममेव च सम्पीड्य नरकं यादि यावदाभूदसम्प्लवम् पञ्चकन्या नृते हन्ति दश हन्ति गवानृते शतमश्वानृते हन्ति सहस्रं पुरुषानृते हन्ति जादानजादांश्च हिरण्यार्थे नृतं वदन् सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वद ब्रह्मस्वेनो रतिं कुर्यात् प्राणैः कण्ठगतैरपि अग्निदग्धा प्ररोहन्ति ब्रह्मदग्धो न रोहति अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च राजदण्डहताश्चैव ब्रह्मशापहदाहदाः ब्रह्मस्वेन च पुष्टानि अङ्गानि च मुहुर्मुहुः कार्यकाले विशीर्यन्ते सिकताभितपो यथा ब्रह्मस्वहरणं कुर्वन्नरो यादीह रौरवं न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रिकं लोकचूर्णं चाश्मचूर्णं विषं संजरयेन्नरः ब्रह्मस्वं त्रिषु लोकेषु कः पुमान् जरयिष्यति ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु यारधिः तद्धनं कुलनाशाय भवत्यात्मविनाशनं ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनं गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेद श्रोत्रियाय कुलीनाय दरिद्राय च वास्तव सन्तुष्टाय विनीताय सर्वस्वसहिताय च वेदाभ्यासतपोज्ञानेन्द्रियसंयमशालिने ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् आमपात्रे यथान्यस्तं क्षीरं दधिघृतं मधु भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति एवं गां च हिरण्यं च वस्त्रमन्नं महीतिलान् अविद्वान् प्रदि गृह्णादि भस्मी भवति काष्ठवद यस्तडागं नवं कुर्यात् पुराणं वापि कानयेत् सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते वापीकूपतडागानि उद्यानप्रभवानि च पुनर्नीतानि संस्कारं ददते मौक्तिकं फलं निदाककाले पानीय यस्य तिष्ठति वासव सदुर्गं विषमं कृत्स्रं न कदाचिदवाप्नुयाद एकाहं दुःस्थितं तोयं पृथिव्यां देवसत्तम कुलानि तारयेत्तस्य सप्त सप्त परानपि दीपालोकप्रदानेन वपुष्मांस भवेन्नरः दक्षिणाया प्रदानेन स्मृतिं मेधां च विन्दति कृत्वापि पादकं कर्म यो दद्यादनुसन्धिने ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते भूमेर्गावस्तथा दासप्रसह्यप्रहृता यदा न निवेदयदे यस्तु तमाहुर्ब्रह्मखादकम् उपस्थिते विवाहे च यज्ञे दाने च वासव मोहाचरदिविघ्नं यः समृदो जायते कृमिः धनं भलदि दानेन जीवितं जीवरक्षणाद रूपमैश्वर्यमारोग्यमहिंसा फलमश्नुते फलमूलाशनात्पूजां स्वर्गसत्येन लभ्यते प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते सुखाढ्यशक्रदीक्षायां सुगामी च तृणाशनः रूपी तृषवणस्नायी वायुं पीत्वा क्रतुं लभेद नित्यस्नायी भवेद्दक्षः सन्ध्या वेदजपान्विदः अहिंस्रो यादिवैराज्यं नाकपृष्ठमनाशकम् अग्निप्रवेशीनियदं ब्रह्मलोके महीयते रसानां प्रति संहारे पशून् पुत्रांश्च विन्दति नागे चिरं स वसति उपवासी च यो भवेद् सततं भूमिशायी यः स लभे दीप्सितां गतिम् वीरासनं वीरशयं वीरस्थानमुपासदः अक्षयास्तस्य लोकास्युः सर्वकामगमास्तथा उपवासं च दीक्षां च अभिषेकं च वासव कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते पावनं चरदे धर्मं स्वर्गलोके महीयते बृहस्पतिमदं पुण्यं ये पठन्ति द्विजोत्तमाः तेषां चत्वारि वर्धन्ते आयुर्विद्या यशोबलं नारद उवाच इदीन्द्राय बृहस्पति प्रणीदं धर्मशास्त्रकं मह्यं भक्ताय सम्प्रोक्तं महेशेनाखिलं नृप इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायाम् उत्तरखण्डे उमापदि नारदसंवादे धर्मकथने द्वात्रिंशोऽध्यायः ॐ